सर्वेभ्यो नमस्कारः. स्पोकन् संस्कृत् इति वर्गस्य आरम्भं कुर्मः. अत्र गतवर्गे वयं किं कृतवन्तः इत्युक्ते रुचिविषय अभ्यासं कृतवन्तः. अपि कीदृश ईदृश इति तस्मिन् विषये अपि किञ्चित् अभ्यासं कृतवन्तः. तस्य पूर्वं सम्बन्ध कुटुम्बः अस्ति, तयोः मध्ये जनयोः मध्ये कः सम्बन्धः इति, पिता पुत्री माता इति, तदपि गतवर्गे किञ्चित् कृतवन्तः. इदानीम् अग्रे गन्तुम् इच्छामः तत्र विरुद्धार्थकशब्दाः इति. तदनन्तरम् अद्य वयं किं कुर्मः इत्युक्ते विरुद्धार्थकशब्दाः तद् अद्यतनविषयः अस्ति. तदनन्तरम् अपेक्षया इति पदं तदपि तस्य तदपि किञ्चित् चर्चितुम् इच्छामः अद्य. तदनन्तरम् एकां कथां पठामः. अत्र एकः अंशः अहं तद् गतवर्गे तद् किञ्चित् क्लेशः आसीत् तत् सम्यक्तया वक्तुम् इच्छामि. तत्र रुचिवाचकाः शब्दाः इति गतवर्गे कृतवन्तः, पेज् 61-62 मध्ये यदस्ति तत्र लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः इति षड् विधाः सन्ति रुचिवाचकाः शब्दाः. शब्दाः तु पुल्लिङ्गे सन्ति, लवणः वा, आम्लः वा, मधुरः वा, कटुः वा, तिक्तः वा, कषायः वा. किन्तु एतत् अहं सम्यक्तया न उक्तवान्, इदानीं तद् सम्यक्तया वक्तुम् इच्छामि. तत्र रुचिः इति शब्दः तु स्त्रीलिङ्गे अस्ति. का रुचिः इति एव प्रश्नः भवति, कः रुचिः इति न. तत्र किञ्चित् क्लेशः अस्ति. पदं तु पुल्लिङ्गे अस्ति, लवणः, आम्लः इति, किन्तु रुचिः इति स्त्रीलिङ्गे अस्ति. तत्र सावधानं तावदेव. अस्तु, अद्यतन गृहपाठः अपि आसीत् कीदृश ईदृश इति पदम् उपयुज्य. एकः प्रश्नः, रुचिः स्त्रीलिङ्गे अस्ति चेत् लवणं जम्बीरं तत् रुचिः नास्ति भगिनि. जम्बीरं तत् किमपि पदार्थम् अस्ति, तस्य रुचिः किम् इति तत्र दत्तम् अस्ति. जम्बीरम् इति पश्यतु द्वितीयचित्रं. तत् वस्तु अस्ति जम्बीरम्, अथवा पदार्थः अस्ति जम्बीरम्. तस्य रुचिः आम्लः. ओ, यु आर् सेयिङ्ग् इट् इस् राङ्ग् हियर्. रुचिः इस् न ओके. पदार्थः जम्बीरम्, दट् इस् इन् नपुंसकलिङ्ग. आं महोदय. ओके, आम्लः इस् पुल्लिङ्गशब्दः, बट् रुचिः इस् स्त्रीलिङ्गशब्दः. ओके. रुचिः तत्र वयं चिन्तयामः तत् हरिशब्दवत् अस्ति, किन्तु हरिशब्दवत् नास्ति. हरिः हरयः तादृश नास्ति, किन्तु मतिः मति मतयः तादृश. तितिः रुचिः स्त्रीलिङ्गशब्दः अस्ति. अतः तत्र अहं सम्यक्तया न उक्तवान्, अतः अद्य वक्तुम् इच्छामि. तत्र रुचिः इति शब्दः स्त्रीलिङ्गम् अस्ति. सावधानम्. अत्र अपि चाकलेहस्य रुचिः मधुरः अस्ति इति लिखितमस्ति. रुचिः मधुरः त्रीणि लिङ्गे नास्ति. नास्ति महोदय, नास्ति. मधुरा नास्ति. मधुरम् इति तत्र मधुरम् इति प्रायशः भवति. अत्र अहम् एतत् उक्तवान् आम्लः अथवा एतादृश रुचिः इति, तत्र आम्लः इति विशेषणं भवति इति, तद् सम्यक् नास्ति. विशेषभावः तत्र नास्ति. अस्ति नास्ति तत्र. अतः मधुरम् इति वक्तुं शक्नुमः. अदरं मधुरम् इति अस्ति खलु, तत् मधुरं तु भवति. मधुरः मधुरा मधुर मधुरं भवति. किन्तु अत्र रुचिः मधुरः इति वक्तुं शक्नुमः. तत्र मधुरः किमर्थं चेत् चाकलेहः इति पुल्लिङ्गशब्दः अस्ति. हा, मधुरः चाकलेहः इति भवति. चाकलेहः विशेष्यं भवति, मधुरः विशेषणं भवति. तत्र यदि वयं मरीचिका हैपोथेटिकलि मरीचिका मरीचिकायाः रुचिः मधुरा वक्तव्यं वा? तदा मरीचिकायाः विशेषणं भवति. तत्र तादृशप्रयोगं कर्तुं शक्नुमः. किन्तु रुचिः इति शब्दः स्त्रीलिङ्गः स्त्रीलिङ्गशब्दः अस्ति. तत्र सूचना अपि अभ्यासपुस्तके दत्तमस्ति, किन्तु तद् पुटसङ्ख्या 61 मध्ये नास्ति. किन्तु पुटसङ्ख्या 63 पश्यतु, तत्र चतुर्थप्रश्नः अपि षष्ठप्रश्नः. चतुर्थप्रश्नः अस्ति, आमलकस्य रुचिः का, गुडस्य रुचिः का इति अस्ति. रुचिः स्त्रीलिङ्गशब्दः अस्ति. अतः एव तादृशप्रश्नः अत्र अस्ति. अन्यप्रश्नः अस्ति वा? तत्र महोदय गुडस्य रुचिः मधुरा भवति किम्? मधुरा भव तदपि वक्तुं शक्नुमः यदि वयं तद् विशेषणम् इति चिन्तयामः. नो चेत् यथा अत्र दत्तमस्ति पुटसङ्ख्या 61 मध्ये, तत्र मरीचिका अस्ति किन्तु रुचिः, मरीचिका स्त्रीलिङ्गे अस्ति, रुचिः स्त्रीलिङ्गे अस्ति, किन्तु कटुः इति तत्र दत्तमस्ति. पुल्लिङ्गशब्दमस्ति अत्र. अतः रुचिः शब्दविषये यदि वाक्यं वदामः, तत्र पदार्थस्य लिङ्गः अन्यः, रुचिः तस्य लिङ्गः अन्यः, अपि यत् वदामः तस्य लिङ्गः अपि अन्यः भवितुम् अर्हति इति ते प्रदर्शयन्ति. अन्यः प्रश्नः अस्ति वा अत्र? वंशीसुधा भगिनी नमस्कारः. अतः एवं रघुपतिमहोदय अहं पुनरेकवारम् एतत् वक्तुम् इष्टवान्. गतवर्गे अहं सम्यक्तया न उक्तवान्. प्रायशः सर्वे चिन्तितवन्तः रुचिः इति शब्दः पुल्लिङ्गे पुल्लिङ्गशब्दः इति, किन्तु तत् नास्ति. किन्तु तादृशः नास्ति. स्थितिः अन्या अस्ति. स्थितिः अपि स्त्रीलिङ्गपदम् अस्ति. अस्तु, अत्र सर्वं रुचिः, लवणः, आम्लः, मधुरः, कटुः, तिक्तः, कषायः, अन्यलिङ्गम् अपि भवितुम् अर्हति खलु विशेषणभावेन? तदेव सत्यं भगिनि, तदेव सत्यं. किन्तु रुचिः विषये वयं तत्र किञ्चित् क्लेशः अस्ति. एकः अस्ति, वयं चिन्तयामः आम्लः रुचिः अस्ति चेत् रुचिः विषये, रुचिः शब्दस्य विशेषणं प्रायशः आम्लः अस्ति इति चिन्तयामः. किन्तु तद् सम्यक् नास्ति. अपि यत् पदार्थं, यः पदार्थः अस्ति, तत्र लवणं वा जम्बीरं वा, तस्य विशेषणं भवति इति चिन्तयामः वाक्ये, किन्तु तदपि नास्ति. अतः किञ्चित् क्लेशः अस्ति अत्र. किन्तु विशेषणभावं यदि यदि चिन्तयामः तत्र तादृशसम्यक् रूपं चित्वा वयं वक्तुं शक्नुमः तत्र. सत्यम्. अस्तु इदानीं महोदय, रुचिः तथा मतिः, मतिः शब्दवत् अस्ति. सत्यं भगिनि, धन्यवादः. मतिः शब्दवत् अस्ति. अस्तु इदानीं कीदृशः इति विषयः गतसप्ताहे आसीत्, पेज् 63-64 मध्ये तत् सम्भाषणं पठितवन्तः वयं. तत्र कः वाक्यानि वक्तुम् इच्छति? शोभा भगिनी वदति वा? आं महोदय. अस्तु, प्रथमतया भवतः आपणे ईदृशीं शाटिकाम् अस्ति चेत् दर्शयतु. तत्र ईदृशी शाटिका, ईदृशी अस्ति इति क्रियापदम्, ईदृशी शाटिका इति कर्तृपदम् अस्ति. अथवा भवतः आपणे ईदृशीं शाटिकां ददातु. न न, तत्रापि ददातु इत्युक्ते इफ् देर् इस् नो अस्ति चेत् शाटिकां ददातु. अस्तु अस्तु अस्तु, ईदृशीं शाटिकां ददातु. अस्तु, तत् समीचीनं. धन्य. सत्यं भगिनि. ओके, जस्ट् वांटेड् टु अंडरस्टैंड. ओके, किन्तु तत् भागं सम्यक् अस्ति, किन्तु प्रथमभागं किम् अस्ति? प्रथमभागं न सम्यक् अस्ति. ईदृशीं शाटिकां ददातु. तत् सम्यक् अस्ति. प्रथमभागे किम् अस्ति? ईदृशी शाटिका आपणे अस्ति चेत् अन्यवाक्यम् अस्ति तत्र. ईदृशानि पुष्पाणि मह्यं रोचन्ते. मह्यं पुष्पाणि मह्यं रोचन्ते. पुष्पाणि इति भवति भगिनि. पुष्पाणि, पुष्पाणि, पुष्पाणि मह्यं रोचन्ते. समीचीनं. भवती प्रवासे कीदृशं स्थलं गतवती? ईदृशाः वृक्षाः सर्वत्र सन्ति? तावदेव महोदय. धन्यवादः भगिनि. समीचीनं, समीचीनं. अस्तु, अन्य रघुपति महोदय वक्तुमिच्छति वा? हा महोदय, मह्यं ईदृशं लेखनम् अतीव रोचते. लेखनं, लेखनं, लेखनं, लेखनम् इति यत् यत् लिखितम् अस्ति तत्. यत् लिखितम् अस्ति. अस्तु, महिलाः ईदृशीं शाटिकां क्रीणन्ति. सः ईदृशं युतकम्, ईदृशं युतकं धरति. वयम् ईदृशानि वाक्यानि गृहपाठे पाठरूपेण रचयित्वा आगतवन्तः. समीचीनं महोदय, धन्यवादः. समीचीनम्. अस्तु, वंशीसुधा भगिनी वदति वा? आं महोदय, अहं कीदृश अपि वाक्यानि लिखितवती. कीदृश, तादृश, ईदृश. समीचीनं, समीचीनं, सर्वं साधु एव. रामः कीदृश नृपः आसीत्. अधुना वयं कीदृशं कार्यं कुर्वन्ति तादृशः परिणामः प्राप्स्यामः. भारतदेशे वातावरणं कीदृशम् अस्ति? ईदृशी लेखनी मम समीपे बहूनि सन्ति. ईदृशी लेखनी इति अस्ति, ईदृश्यः ईदृश्यः नदी, नद्यो, नद्यः, ईदृश्यः, ईदृश्यः, आम् आम्, ईदृश्यः लेखनी अपि इति लेखन्या, अहं लेखनी उपयुज्य वाक्यं लिखितवती. तत् अस्तु, अस्तु, अस्तु, एकवचने एकवचने करोतु, तदनन्तरं बहुवचने अपि करोतु. आम् आम् आम् आम् बहूनि उपयुज्य बहुवाक्यं द्विवचन बहुवचनमेव उपयोगं कृतवती अहं. क्षम्यतां महोदय. ईदृश्यः लेखन्यः मम समीपे बहूनि सन्ति. हा किन्तु तत्र बहूनि इति बहवः. हा तद् प्रायशः बहवः. बहवः वा अथवा तत्र बहवः अपि पुल्लिङ्गे अस्ति वा इति अहं चिन्तयामि. अथवा बहु अस्तु बहूनि पदं नास्ति महोदय. न न बहूनि इति प्रायश अस्ति, किन्तु नपुंसकलिङ्गे अस्ति वा इति मम चिन्ता. तावदेव भगिनि. कोऽपि अन्य कोऽपि जानाति वा बहवः इति? अहं चिन्तयामि तत् तत्र लिङ्गभेदः नास्ति वा, अथवा पुल्लिङ्गे अस्ति वा. बहूनि अपि मया श्रुतं, बहवः अपि मया श्रुतं. बहवः पुल्लिङ्ग अस्ति, बहवः पुल्लिङ्ग अस्ति, पुल्लिङ्ग अस्ति. बहूनि अस्ति अस्ति अस्ति मया श्रुतं भगिनि, किन्तु तत् नपुंसकलिङ्गे अस्ति इति मन्ये. अतः मम मनसि इदानीं एतत् पदं न आगतं, स्त्रीलिङ्गरूपं किम् इति. ओ अहं पश्यामि महोदय. अनेकः इति अपि भवती वक्तुं शक्नोति. शक्यते. अनेका अनेका स्त्रीलिङ्गमेव अस्ति महोदय. अनेका अनेका महोदय. बहवः शब्दम् अस्ति वा? ऐ एम् जस्ट् आस्किंग्. बहवः पुल्लिङ्गं बहवः. न जानामि भगिनि. धन्यवादः. इदानीं न स्मरामि भगिनि. क्षम्यताम्. अनेकाः सम्यक् अस्ति महोदय. अनेकाः अनेकाः अनेकाः सन्ति. अन्तिमवाक्यः अस्ति मादृशः एव मम पुत्री. मादृशः लैक् मी. मादृशी एव मादृशी एव मादृशी मादृशी एव मम पुत्री. समीचीनं भगिनि, समीचीनं. धन्यवादः. धन्यवादः. तत्र बहु तत् तस्य विशेषमितम् अहं न जानामि, तत् स्त्रीलिङ्गरूपं किम् इति. आम् आम् महोदय. यादृश कीदृश भेदः किं महोदय? कीदृश यादृश अपि वाक्यम् अस्ति. यादृश मादृश त्वादृश. त्वादृश इस् लैक् यू. तादृश तादृश तादृश लैक् दट्. तादृश मादृश त्वादृश अस्तु. त्वादृश यादृश कीदृश भेदः किं महोदय? कीदृश इस् विच् टैप्. यादृश यादृश प्रायशः समानार्थकः एव अस्ति इति मन्ये. यादृश अपि प्रायशः समानार्थकम् इति मन्ये भगिनि. धन्यवादः. अहं किञ्चित् पठितवती, एतानि वयं पृच्छामि. यः यादृश प्रायशः कीदृश यादृश प्रायशः समीचीनं समानार्थकम् इति मन्ये. समान. धन्यवादः. धन्यवादः महोदय. अस्तु भानुचैतन्य महोदय वदति वा? क्षम्यतां महोदय, मया न लिखितम्. अस्तु अस्तु. गीताञ्जलि भगिनी वदति वा? अस्तु महोदय. यदि यदि अस्ति चेत्, नो चेत् चिन्ता मास्तु. अहं कृतवती. कृतवती अस्तु. क्षम्यतां महोदय. ईदृशः ईदृशः पाठम् अहम् इच्छामि. ईदृशं पाठम् ईदृशं पाठम् अहम् इच्छामि. यादृशानि तव पुष्पाणि सन्ति सन्ति सन्ति तादृशान्येव मम मातुः मम माता नो मातुः मातुः मातु षष्टि अस्तु अस्तु वाक्यं यादृशानि तव पुष्पाणि सन्ति तादृशानि मम मातुः पुष्पाणि सन्ति एव अस्तु अस्तु अस्तु अस्तु अस्तु तादृशानि मम मातुः पुष्पाणि अपि सन्ति अपि सन्ति सम्यक् सम्यक् महोदय सम्यक् अस्ति भगिनि लङ्का कीदृशं नगरम् अहं न दृष्टवान् न दृष्टवती लङ्का कीदृशं नगरम् इति अहं न दृष्टवती कीदृशं नगरं कीदृशं नगरम् इति अहं न दृष्टवती मां सर्वान् चटकान् सदृशा पश्यामः वयं सर्वान् चटकान् सदृशा पश्यामः शाटिकान् इति वा शाटिका इति वा नो चटकान् चटकाः चटकाः चटकाः अस्तु चटकाः चटकान् द्वितीयविभक्ति बहुवचनं अस्तु भगिनि वाक्यं पुनरेकवारं वदतु इदानीं सर्वान् चटकान् सदृशा पश्यामः सदृशान् पश्यामः सदृशान् तत्र सदृशः तदपि रामः शब्दवत् एव अस्ति भगिनि सदृशो बालकौ सदृशाः बालकाः इति अतः चटकान् सदृशान् समीचीनं भगिनि धन्यवादः अस्तु अस्तु इदानीं किञ्चित् अग्रे गच्छामः तत् विरुद्धार्थकशब्दः इति विषयः तत्र प्रिया भगिनी अद्य पठति वा भगिनी तत्र पेज् 65 नूतनविषयः विरुद्धार्थकाः शब्दाः उन्नत वामन पुरातन नूतन बृहत् लघु दीर्घ ह्रस्व स्थूल कृश अधिकं किञ्चित् उपरि केचन विरुद्धार्थकः विरुद्धार्थकाः शब्दाः सन्ति अधस्तनवाक्येषु स्थितानि रिक्तस्थलानि उचितैः विरुद्धार्थकः विरुद्धार्थकशब्दैः पूरयतु प्रथमम् अतः अभ्यासः किम् इति किञ्चित् वदतु भगिनि तत्र वयं उपरि विरुद्धार्थकशब्दाः दत्तवन्तः अधः किञ्चित् चित्राणि दत्तवन्तः तत् चित्राणि पश्य वाक्यानि दृष्ट्वा वाक्यं रचितव्यम् अस्ति पूरयतु रिक्तस्थानं पूर्णं करणीयमस्ति समीचीनं प्रथमं तत्र नालिकेरवृक्षः उन्नतः अस्ति जम्बीरवृक्षः वामनः अस्ति समीचीनं भगिनि अत्र उन्नतः अपि वामनः त तत्र विरुद्धार्थकशब्दाः अस्ति. अत्र अन्यत् रीत्यापि तत्र वक्तुं शक्नुमः भगिनि, तत्र नास्ति इति स्वीकृत्य नारिकेलवृक्षः वामनः नास्ति, जम्बीरवृक्षः उन्नतः नास्ति, हा तदपि वक्तुं शक्नुमः तत्र. अस्तु, धन्यवादः भगिनि, धन्यवादः. अस्तु, अग्रे भानुचित्तिनी महोदय अग्रिमं करोति वा? आं महोदय. दण्डः दीर्घः अस्ति, दण्डः ह्रस्वः अस्ति. इदानीं नास्ति इति स्वीकृत्य दण्डः ह्रस्वः नास्ति, ब दण्डः दीर्घः नास्ति. हा, समीचीनं महोदय, धन्यवादः. गीताञ्जलि भगिनी अग्रिमम्. आं महोदय, युतकं पुरातन पुरातनं पुरातनम् इति भवति नपुंसकलिङ्गशब्दम्. पुरातनम् अस्ति, पुस्तकं नूतनम् अस्ति, युतकं युतकं नूतनं नास्ति, पुस्तकं पुरातनं नास्ति. समीचीनं भगिनि, धन्यवादः. हा, रघुपति आचार्य महोदय. स्थूलः कृशः, ओके. गोविन्दः स्थूलबालकः, स्थूलः बालकः. समीरः कृशः बालकः. गोविन्दः कृशः बालकः नास्ति. समीरः स्थूलः बालकः नास्ति. हा, अत्र यदि प्रथम स्थूलः दत्तमस्ति, हा स्थूलः बालकः इति वदामः, गोविन्दः स्थूलः बालकः, तत्र लिखितं नास्ति, किन्तु तत्र क्रियापदं किम् अस्ति, अस्ति इति क्रियापदं तत्र अस्ति. हा, अतः तद् न तस्य तद् न वदामः, किन्तु यदि अन्यरीत्या वक्तुम् इच्छामः तत्र नास्ति इति वक्तव्यं भवति. समीचीनं महोदय. वंशीसुधा भगिनी अग्रिमम्. आं महोदय, विधानसौधं बृहत् भवनम् अस्ति, सन्दीपस्य गृहं लघु गृहम् अस्ति, विधानसौधं लघु गृहं लघु भवनं नास्ति, सन्दीपस्य गृहं बृहत् गृहं नास्ति. हा, समीचीनं भगिनि, धन्यवादः. शोभा भगिनि अग्रिमम्. आं महोदय, द्रोण्याम् अधिकं जलम् अस्ति, चषके किञ्चित् क्षीरम् अस्ति. द्रोण्यां किञ्चित् जलं नास्ति, चषके अधिकं क्षीरं नास्ति. हा, समीचीनं भगिनि, अस्तु, तत् समीचीनं. महोदय, एकः प्रश्नः अस्ति, विधानसौधं बृहत् भवनं, सन्दीपस्य गृहं लघु गृहं, पदं लघु अव्ययं वा? अव्ययम् इति मन्ये भगिनि, तत् प्रायशः सत्यं द्रष्टव्यमस्ति, किन्तु प्रायशः सत्यं भगिनि, लघु इति प्रायशः अव्ययमेव अस्ति. नास्ति इति मन्ये भगिनि, लघु इति द्रष्टव्यं भगिनि, द्रष्टव्यं लघु इति, केवलं लघु इति एव अहं मया श्रुतम् अतः न जानामि. हा, द्रष्टव्यं, दृष्ट्वा अग्रिमवर्गे अहं वदामि भगिनि। हा सम्यक्। लघु लघु विशेषण अस्ति महोदय, अत्र लघुता लघुत्वं, तत्र लघुत्वं न्यूटर् अस्ति, लघुता फेमिनैन् अस्ति अत्र। किन्तु लघु लघुत्वं विशेषणमस्ति, किन्तु विशेषणमस्ति न प्रायः तत् न्यूटर् जेण्डर् भवति महति लघु, किन्तु लघु बृहत् द्रष्टव्यमस्ति महोदय। लघु इति शब्दः तु अस्ति, लघुत्वम् इति अन्यशब्दः अस्ति। लघुत्वम् इति तु लघु इति पदस्य भावः भवति, तद् लघु इति नास्ति। अतः तत्र हा द्रष्टव्यमस्ति। हा तत्र किञ्चित् हा प्रश्नः तु बहु सम्यक् अस्ति भगिनि, धन्यवादः। अहं चिन्तय दृष्ट्वा वदामि अग्रिमवर्गे। महोदय, बृहत् बृहत् अपि पदम् अन्यरूपं नास्ति, बृहत् बृहत्। अस्तु, द्वयमपि दृष्ट्वा अहं वदामि भगिनि। अस्तु महोदय, धन्यवादः महोदय। हा अस्तु अस्तु। हा अत्र हा बृहत् भवनं, बृहत् वृक्षः इति एव मया श्रुतं, प्रायशः तद्दव्यं। हा किन्तु पश्यामः। अस्तु, हा अतः विरुद्धार्थकशब्दाः इदानीं वयं दृष्टवन्तः। अस्तु, तत्र किञ्चित् विशेषसूचना अस्ति, तदनन्तरम् अपेक्षया इति तस्य अभ्यासमपि कुर्मः। अत्र वंशीसुता भगिनी अग्रिमं यत् विशेषसूचना अस्ति तत् पठति वा? विशेषसूचना, स्थूल बालकः स्थूलः, बालिका स्थूला, पुस्तकं स्थूलं, नूतन ग्रन्थः नूतनः, लेखनी नूतना, युतकं नूतनम्। वचनानि सन्ति तत्र, वचनम् इति न भगिनि, लिङ्गं लिङ्गं त्रीणि लिङ्गानि सन्ति अत्रापि। बृहत् तस्य न दत्तवन्तः, बृहत् लघु किम् अत्र बृहत् केवलं स्थूलः नूतनः इति एव दत्तमस्ति, किन्तु अन्यपि न, वामनः उन्नता उन्नतः उन्नता तद् जानीमः, दीर्घा ह्रस्वा अधिकं किञ्चित् अधिकम् अधिकं हा तदपि हा बृहत् लघु तदेव हा बृहत् परन्तु अहं पठामि महोदय, लघ्वी इति उपधाया अस्ति, लघ्वी इति पदम् अस्ति व्याकरणे। अहं लघु इति स्त्रीलिङ्गे अस्ति, उकारः स्त्रीलिङ्गे, अहं चिन्तयामि। अस्तु भगिनि, पुगन्त लघुपदस्य सूत्रेण लघ्वी अस्ति चेत् कार्यं भवति, तो लघु इति पदम् अस्ति, अव्ययं नास्ति, अहं चिन्तयामि। अस्तु भगिनि, अस्तु अस्तु अस्तु, हा दृष्ट्वा हा भवती अपि अन्वेषणं करोतु, यदि उत्तरं प्राप्तं चेत् समीचीनं। हा धन्यवादः। हा धन्यवादः। अत्र स्थूलः इति किं तत् विशेषणं भवति इति उक्तमस्ति तत्र, बालकः स्थूलः, स्थूलः बालकः, अथवा स्थूला बालिका, अथवा स्थूलं पुस्तकम् इति वक्तुं शक्नुमः। तत्र विशेषणविशेष्यभावः अस्ति, तादृश एव नूतनं शब्दविषये अपि नूतनः इति विशेषणं भवति इति दत्तमस्ति, तावदेव तत्र। किमपि अन्यत् किमपि अत्र नास्ति। अस्तु, इदानीम् अपेक्षया इति पदं तद् पश्यामः तत्र। हा गीताञ्जलि भगिनी पठति वा तत्र? आम् महोदय। आवरणे विद्यमानस्य पदस्य सहायेन वाक्यानि लिखतु। उदाहरणं, विजयस्य अपेक्षया विनयः उन्नतः. हा, इत्युक्ते किम् इति एकवारं किञ्चित् वदतु भगिनि. विजयः विजयः बृहत् तत्र विजयः विजयस्य अपेक्षया विनयः उन्नतः. अतः किं विनयः विनयः बहु बहु उच्चैः न विनयः विनयः विनयः किम् अस्ति कः कीदृशः अस्ति विनयः उन्नतः अस्ति. आम् महोदय, उन्नतः. किन्तु विजयः विजयः अपि प्रायशः उन्नतः एव अस्ति, किन्तु विजयस्य अपेक्षया विनयः उन्नतः. इत्युक्ते विजयस्य अपेक्षया तस्य उपरि विनयः उपरि. हा, विनयस्य औन्नत्यं विनयस्य औन्नत्यम् उन्नता इति औन्नत्यम् इति वदामः, टाल्नेस् इति. हा औन्नत्यं तत्र अन्यरीत्या वक्तुं शक्नुमः, विजयः वामनः विनयः उन्नतः इति. किन्तु विजयः प्रायशः वामनः नास्ति, किन्तु विनयं दृष्ट्वा वयं चिन्तयामः विजयः वामनः इति, तावदेव. अत्र किम् अस्ति, अपेक्षया इति प्रयोगे प्रथम पदस्य षष्टिरूपम् अपेक्षितम् अस्ति. तत्र विजय अपेक्षया इति नास्ति, विजयस्य अपेक्षया विनयः तत्र प्रथमविभक्ति अस्ति, उन्नतः इति भवति. अस्तु, तत्र अग्रिम वाक्यं शोभा भगिनी करोति वा अग्रिमवाक्यम्? आं महोदय. समीरः चतुरः मधुसूदनः. तत्र विजयः उदाहरणे किं दत्तमस्ति, विजयः दत्तमस्ति विजयस्य. मधुसूदनस्य तदनन्तरम् अस्य तदनन्तरं किं किं पदम् आगच्छति, अस्य अनन्तरम् अपेक्षया आगच्छति. मधुसूदनस्य अपेक्षया समीरः चतुरः. चतुरः इत्युक्ते क्लेवर्. अतः कः बहु चतुरः अस्ति, समीरः वा मधुसूदनः वा? समीरः. समीरः, सत्यं. मधुसूदनः अपि चतुरः, किन्तु तस्य अपेक्षया समीरः चतुरः अस्ति. अस्तु, समीचीनं भगिनि. अस्तु, प्रिया भगिनी अग्रिमं. महोदय, महोदय, तत्र अपेक्षया पदम् अस्ति, अतः तत्र षष्टिविभक्ति अपेक्षितं वा? आम्, सत्यं प्रयोगम्. सर्वदा एतस्य अपेक्षया अन्यः किमपि इति. आम् महोदय, धन्य. अस्तु, प्रिया भगिनी. आम् आम् महोदय. रघुवंशस्य अपेक्षया रामायणं बृहत् कार्यं काव्यं. बृहत् काव्यं, बृहत् काव्यं, समीचीनं भगिनि. तत्र रघुवंशमपि बृहत् काव्यं, परन्तु रामायणम् अपेक्षया रघुवंशः लघु अस्ति, रामायणं बृहत् अस्ति. सत्यं, समीचीनं भगिनि, धन्यवादः. समीचीनं. अस्तु, इदानीं रघुपति आचार्य. महोदय, मम अपेक्षया न तत्र गृहम् इति पदं दत्तमस्ति महोदय. सारि, गृहं गृहं विशालं. यत् पदं दत्तमस्ति तत्र उदाहरणे पश्यतु किं पदं दत्तमस्ति आवरणे मम आवरणे गृहमस्ति मम गृहं भवतः गृहस्य अपेक्षया विशालम् इति वा न महोदय तत्र उदाहरणम् एकवारं पश्यामः उदाहरणवाक्यं किम् अस्ति विजयस्य अपेक्षया विनयः उन्नतः अस्तु तत्र आवरणे किं पदं दत्तमस्ति गृहमस्ति न उदाहरणवाक्ये उदाहरणवाक्ये विजयस्य अपेक्षया विनयः उन्नतः अत्र तदनन्तरम् आवरणे विजयः इति पदम् अस्ति खलु आवरणे विजयः अस्ति हा इदानीम् अतः वाक्यं किम् अभवत् विजयः तत्पदं किम् अभवत् विजयस्य इति अभवत् ओके तदनन्तरम् अपेक्षा इति पदम् अस्ति इदानीं भवतः वाक्ये आवरणे किं पदमस्ति गृहमस्ति हा इदानीं तस्य षष्टी किम् अस्ति गृहस्य मम गृहस्य अपेक्षया ओके मम गृहस्य अपेक्षया महागृहस्य अपेक्षया भवतः गृहं विशालं हा इदानीं समीचीनं तत्र मम इति षष्टी आसीत् खलु अतः किञ्चित् अस्तु अस्तु समीचीनमेव हा किन्तु इदानीं वाक्यं समीचीनमस्ति महोदय मम गृहस्य अपेक्षया भवतः गृहं विशालम् इति समीचीनम् अस्तु वंशीसुधा भगिनी अग्रिमम् आं महोदय चतुर्थवाक्यं नगरं नपुंसकलिङ्गे अस्ति बेङ्गलूरुनगरस्य मैसूरुनगरं सुन्दरं सम्यक् महोदय किन्तु मध्ये किमपि क्षम्यता बेङ्गलूरुनगरस्य अपेक्षया मैसूरुनगरं सुन्दरं इदानीं समीचीनम् धन्यवादः इदानीम् अपेक्षया अव्ययपदमेव अहं चिन्तयामि आमामां सत्यम् अपेक्षया इति अव्ययम् इति मन्ये भगिनि धन्यवादः अस्तु एतत् अव्ययम् इति विषयः बहुवारं पीडयति अस्तु सत्यं पश्यामः अस्तु भानुचित्रं महोदय अग्रिमं करोति वा अन्तिमं तत्र आं महोदय लेखनं भाषणं सुलभं लेखनस्य अपेक्षया भाषणं सुलभम् अवगच्छति वा किञ्चित् वदतु तत्र किम् अस्ति इति लेखनस्य लेखनम् उपयुज्य वयं सर्वे लिखितुं शक्नुमः किन्तु भाषणं यद् करोति तद् सुलभम् इति अत्र वदन्ति सत्यं वा न महोदय भाषणमेव कठिनम् अस्ति अस्तु गीताञ्जलि भगिनी अन्तिमं करोति वा लताया न तत्र उमा इति अस्ति उमायाः अपेक्षया अपर्णा कृषा इत्युक्ते अपर्णा कृषा स्थूलः कृषः पूर्वस्मिन् पुटे उमा स्थूल अस्ति अपर्णा कृशा अस्ति आम् सत्यं भगिनि समीचीनम् अस्तु अपेक्षया इति इदानीं सर्वे जानन्ति कथं तस्य प्रयोगं भवति इति. अस्तु, इदानीं किञ्चित् विषयान्तरं कुर्मः अद्य. तत्र कृष्णफलके अहम् एतत् स्थापितवान् अस्मि, एकां कथा, एका कथा अस्ति तत्र. हा, तस्य पूर्वं तत्र द्वितीयपुटे कथा अस्ति, सर्वे पश्यन्ति वा? नष्टः पिष्टघटः इति कथा अस्ति, सर्वे द्रष्टुं शक्नुवन्ति वा? आं महोदय. अस्तु, तत्र महोदय पार्श्वे नास्ति, विद्युत् नास्ति, अतः अहं शृणोमि. अस्तु अस्तु महोदय, अस्तु महोदय. हा, तत्र कृष्णफलके द्वितीयपुटे अस्ति, प्रथमपुटे किमपि नास्ति, 16th April इति अस्ति तावदेव. हा, किन्तु द्वितीयपुटे तृतीयपुटे कथा अस्ति. तदनन्तरम् एकं अग्रिमवर्गे यत् आगतं तस्य विषये अपि किञ्चित् वक्तुम् इच्छामि. तत्र गतवर्गे प्रश्नः आगतः आसीत् शृणोतु इति, तस्य सम्यक् रूपं किम् इति. तत्र श प्लस् ऋकारः प्लस् योग णो प्लस् तु, तदेव समीचीनम् अस्ति. रेपः तत्र नास्ति शृणोतु इति शब्दस्य मध्ये. तत्र श, तस्य अधोभागे ऋकारः अपि लेखितुं शक्नुमः, किन्तु सङ्गणके एतद्रूपमपि आगच्छति, किन्तु द्वयमपि साधु साधु, किन्तु तत्र रेपः नास्ति. अपि यच्छति इति आगतम् आसीत् गतवर्गे, ददाति इति इत्यर्थे. तत्र रूपम् अस्ति ददति अपि यच्छति, समानार्थकशब्दाः इति तु जानीमः, किन्तु यत्वा इति प्रायशः रूपमपि भवति इति मन्ये, तस्य त्वान्तरूपं. तावदेव. अस्तु, इदानीं कथां पठामः. तत्र कः आरम्भं करोतु? अस्तु, वंशीसुधा भगिनी, भवती पठति वा तत्र? आं महोदय. नष्टः पिष्टघटः. कस्मिंश्चित् नगरे कश्चन दरिद्रः ब्राह्मणः वसति स्म. सः भिक्षाटनेन जीवनं करोति स्म. कदाचित् सः पिष्टेन पूर्णम् एकं घटं प्राप्तवान्. तं घटं नागदन्ते अवलम्ब्य तस्य अधः उपविश्य सः एकादृष्ट्या घटमेव पश्यति स्म. अहं पठामि महोदय. पठतु एकनिमिषं भगिनि. अस्तु, अत्र अग्रे प्रिया भगिनी पठति वा? महोदय, पठामि. एकदा रात्रौ सः चिन्तितवान्, यदि देशे दुर्भिक्षः भवेत् तर्हि एतस्य शतरूप्यकाणां मूल्यं भवेत्. तदा अहम् एतत् विक्रीय तेन धनेन अजद्वयं क्रेषयामि. कालान्तरे तेन अजसमूहः एव भविष्यति. अनन्तरम् अजसमूहं विक्रीय धेनुः क्रेष्यामि. धन्यवादः भगिनि. अस्तु, रघुपति महोदय अग्रे पठति वा? महोदय, क्रेष्यामि. ओके. अनन्तरं ताः. ओके. अनन्तरम् अजसमूहं विक्रीय धेनुः क्रेष्यामि. अनन्तरं ताः विक्रीय महिषी, ताः विक्रीय अश्वान् च क्रेष्यामि. तानपि विक्रीय यथेष्टं धनं सम्पादयिष्यामि. बृहत् गृहं निर्मापयिष्यामि. तदा कश्चित् ब्राह्मणः आगत्य रूपवतीं स्वकन्यां मह्यं दास्यति. धन्यवादः महोदय. इदानीं गीताञ्जलि भगिनी पठति वा? अनन्तरं मम पुत्रः जनिष्यते, देवशर्मा इति तस्य नामकरणं करिष्यामि. यदा सः जानुभ्यां चलितुं समर्थः भविष्यति तदा अहम् अश्वशालायां पुस्तकं पठिष्यामि. तदा देवशर्मा जानुभ्यां चलन् मम समीपम् आगन्तुम् उद्युक्तः भविष्यति. धन्यवादः भगिनी, धन्यवादः. शोभा भगिनी इदानीं समापयतु. आं महोदय. तदा ओके, अत्युद्युक्तः भविष्यति. तदा तं बालं ग्रहीतुं तस्य मातरम् आज्ञापयिष्यामि. यदा सा मम वचनं न श्रोष्यति तदा अहं कोपेन पादप्रहारेण तां दण्डयिष्यामि इति. एवं चिन्तयन् सः पादप्रहारं कृतवान् एव. पिष्टेन पूर्णः घटः पतितः, भग्नः च. अनागतवतीं चिन्ताम् असम्भाव्यां करोति यः, सा एव पाण्डुरः शेते देवशर्मपिता यथा. अस्तु, धन्यवादः. सर्वेपि धन्यवादः. अस्तु, इदानीं कथा अस्ति नष्टः पिष्टघटः इति. अस्तु, तत्र पुनरेकवारम् एतदेव पठामः. अस्तु, रघुपतिमहोदय इदानीं पङ्क्तिशः पठित्वा किञ्चित् किं किम् अस्ति इति वदतु तत्र. कस्मिंश्चित् नगरे कश्चन दरिद्रः ब्राह्मणः वसति स्म. कोऽपि नगरे एके नगरे एव न तत्र नगरम् अस्ति. कस्मिंश्चित् नगरे एकः ब्राह्मणः आसीत्, सः दरिद्रः वसति स्म इत्युक्ते भूतकालरूपं. महोदय, विषयान्तरं क्षन्तव्यम्. अत्र सर्वासु कथासु ब्राह्मणाः दरिद्रा एव भवन्ति. सत्यं महोदय. किमर्थं तादृश तस्मिन् काले? तत्तु अन्य विषयान्तरम् अस्ति, ईमेल् द्वारा चर्चयामः. किन्तु सः भिक्षाटनेन जीवनं करोति स्म. सः दरिद्रः आसीत्, अतः सः भिक्षाटनं कृत्वा जीवनं यापयति स्म. भिक्षाटनेन एव चलति. कदाचित् सः पिष्टेन पूर्णं एकं घटं प्राप्तवान्. एकदा सः एकं सदा सः एकं घटं दृष्टवान्. घटः पिष्टेन पूरितम् आसीत्. पिष्टेन पूर्णं घटम् आसीत्. तं घटं नागदन्ते अवलम्ब्य तस्य अधः उपविश्य सः तत्र प्राप्तवान् इत्युक्ते दृष्टवान् न कोऽपि दत्तवती. इदानीं ब्राह्मणः तस्य समीपे एषः घटः अस्ति, घटे किम् अस्ति, पिष्टम् अस्ति, पिष्टेन पूर्णम् अस्ति, पिष्टेन पूर्णम् पूर्णः अस्ति घटः. किमपि खादव्यं, किमपि यत् खादितुं शक्नुमः तद् लवणमपि भवितुम् अर्हति, वयं न जानीमः. केवलं यद् चूर्णं कृत्वा तादृश किमपि संथिङ्ग् दट्स् ग्रौण्ड् वेल् फ्लार् इति चिन्तितुं शक्नुमः, किन्तु लवणमपि भवितुम् अर्हति तत्र. अस्तु, पिष्टम् तं घटं नागदन्ते अवलम्ब्य तस्य अधः उपविश्य सः एकदृष्ट्या घटमेव पश्यति स्म. सः घटं नागदन्ते नागदन्ते स्थापितवान्. नागदन्ते इत्युक्ते पुरातनकाले आसीत् एक काष्ठः, तस्य अधः किम् इदानीम् आङ्ग्लभाष्यं वदतु, नागदन्तम् इत्युक्ते किम्? नागदन्तं हुक् इति हुक् ओके तत्र चित्रे अस्ति खलु नागदन्तं. तत्र घटं स्थापितवान्, घटं दृष्ट्वा सः तत्र नागदन्ते अवलम्ब्य तस्य अधः तस्य अधः उपविश्य, तस्य अध उपविश्य स्थित्वा घटम् एव दृष्ट्वा दृष्टवान् शयनम्. एकदृष्ट्या इत्युक्ते सः अत्र पश्यति अन्यत्र पश्यति इति न, केवलं घटं पश्यति सः, घटमेव पश्यति, अन्यत् न पश्यति सः, अन्यत् किमपि सः न पश्यति. तत्र उपविश्य इति कीदृशरूपमस्ति? लेबन्तरूपम्. उपविश्य वयं दृष्टवन्तः खलु. अपि अन्यत् अस्ति वा तत्र तस्मिन् वाक्ये लेबन्त? लेबन्त अवलम्ब्य अवलम्ब्य अवलम्ब्य इदानीं किम् अस्ति? घटम् अस्ति, घटस्य तस्य अधः इति अस्ति. तस्य इत्युक्ते किं? कस्य अधः? तस्य घटः, घटस्य अधः, घटस्य अधः उपविश्य सः एकदृष्ट्या घटम् एव पश्यति स्म. घटम् इति कर्मपदं भवति, पश्यति क्रियापदं, सः इति कर्तृपदम्. समीचीनं महोदय. अस्तु, अग्रे प्रिया भगिनी. महोदय, अवलम्ब्य इति लबन्तपदं क्रियापदं किं महोदय? अवलम्ब्य अर्थं किं महोदय? अवलम्ब्य सपोर्ट्, सपोर्ट् करावलम्बम् इति प्रसिद्धसूत्रम् अस्ति. आम्, क्रियापदम् अवलम्बम् एव महोदय? अवलम्बते, अवलम्बे, अवलम्बते इति प्रायशः. धन्यवादः महोदय. उपविश्य पश्यामि, उपविश्य उपविशति इति क्रियापदमस्ति. अवलम्बते अथवा अवलम्बे इति मन्ये भगिनि. धन्यवादः. समीचीनं, प्रश्नः तु समीचीनम्. अस्तु, प्रिया भगिनी अग्रे किञ्चित् वदति वा तत्र एकमेकं पङ्क्तिं दृष्ट्वा. एकदा रात्रौ सः चिन्तितवान्, यदि देशे दुर्भिक्षः भवेत् तर्हि एतस्य शतरूप्यकाणां मूल्यं भवेत्. सः ब्राह्मणः चिन्तितवान् एकरात्रे, देशे दुर्भिक्षः भवेत् चेत्, सुभिक्षः न भवेत् चेत् तत् समये एतत् पिष्टं विक्रीय तस्य मूल्यं शतरूप्यकाणां तस्य मूल्यं शतरूप्यकाणि भवति भवति इति सः चिन्तितवान्। दुर्भिक्षः इत्युक्ते वृष्टिः भवति न वा न भवति दुर्भिक्षः इत्युक्ते ड्राट् अस्तु नाट् फ्लरिशिङ्ग् ड्राट् ड्राट् इति हा यत्र वृष्टिः नास्ति हा न भवति हा महोदय मम प्रश्न रात्रौ इति पदं रात्रौ किं रूपं रात्रि इति सप्तमी विभक्ति रात्रि रात्रौ शतरूप्यकाणाम् उपयुज्य सः चिन्तितवान् तेन धनेन अजद्वयं क्रेषयामि इति अजद्वयं क्रेषयामि इति तदा अहम् एतत् विक्रीय विक्रियापि ल्यबन्तरूपम् ल्यबन्तरूपम् अस्ति सत्यं हा समीचीनं भगिनि हा धनेन अजद्वयं क्रेष्यामि समीचीनं किञ्चित् कालम् अनन्तरे तत् अजद्वयम् अजसमूहः भविष्यति अनन्तरम् अजद्वयम् अस्ति अजसमूहः इत्युक्ते फेमिलि अनेकाः अजाः केवलं द्वयं न त्रयं न अनेकाः अजाः भवन्ति समूहः ग्रूप् इति अनन्तरम् अजसमूहं विक्रीय धेनुः क्रेष्यामि एतत् अजसमूहः यत् भविष्यति तत् विक्रीय धेनुः क्रेष्यामि इति सः चिन्तयति अस्तु भगिनि तत्र प्रश्नः अजसमूहः अस्ति अजसमूहम् इति अस्ति विक्रीय किमर्थम् अत्र कर्मपदमस्ति अजसमूहम् अजसमूहं कर्मपदमस्ति विक्रीय धेनुः इति अस्ति तद् किम् अस्ति क्रेष्यामि इति क्रियापदम् क्रेष्यामि इति क्रियापदम् अस्ति क्रियापदं तत् कर्तृपदमस्ति क्रेष्यामि इति अस्ति क्रेष्यामि इति पुरुषः अस्ति उत्तमपुरुषः खलु अहं क्रेष्यामि अतः अहमेव अहम् इति कर्तृपदम् एव भवति तत्र सम्यक् वा इदानीं वाक्यं तत्र द्वितीयभागं प्रथमभागं किम् आसीत् अनन्तरम् अहम् अजसमूहं विक्रीय अतः तत्रापि अहं क्रेष्यामि इति एव भवति खलु अतः धेनुः इति किं भवति तत्र कर्तृपदम् अहम् अस्ति क्रियापदं क्रेष्यामि इति अस्ति धेनुः इति कर्मपदमेव कर्मपदं किन्तु धेनुः इति दृष्ट्वा वयं चिन्तयामः तत् कर्तृपदम् इति किमर्थं तत्र स्त्रीलिङ्गे किम् अस्ति नदी नद्यौ नद्यः तदनन्तरं द्वितीयविभक्ति द्वितीयाविभक्ति अन्य कोऽपि वदति वा नदी इति शब्दः कीदृशः अस्ति तत्र इदानीं वधु शब्द वधु शब्दः वधु वध्वौ वध्वः वधूं वध्वौ वधूः तत् स्त्रीलिङ्गे अस्ति भगिनि अतः किञ्चित् क्लेशः अस्ति तत्र वयं चिन्तयामः तत् कर्तृपदम् इति किन्तु किन्तु कर्मपदमस्ति. हा अग्रिम भगिनि अग्रिमं वाक्यमपि. अनन्तरं ताः विक्रीय महिषीः धेनुः विक्रीय महिषीः प्रेषयामि इति सः चिन्तितवान्. ताः विक्रीय अश्वान् च प्रेषयामि. तत्र ताः इति विभक्ति किम्? बहुवचनं धेनुः स्त्रीलिङ्गपदं बहुवचनं. हा किन्तु विभक्ति षष्टि सा ते ताः ताः तदनन्तरं द्वितीया विभक्ति. हा तां ते ताः द्वितीया विभक्ति बहुवचनं. समीचीनं भगिनि. हा ताः धेनुः विक्रीय इति भवति. हा ताः धेनुः विक्रीय महिषीः क्रेष्यामि. ताः महिषीः विक्रीय अश्वान् च प्रेषयामि. समीचीनं भगिनि, धन्यवादः. हा अस्तु, इदानीं वंशीसुध भगिनी अग्रे पठति वा? आम् महोदय. तान् अपि विक्रीय यथेष्टं धनं सम्पादयिष्यामि. तान् इत्युक्ते कान्? बहुवचने सः बहुवचने द्वितीया विभक्ति महोदय. किन्तु तान् इति वाक्ये अर्थं किम्? अर्थं तान् इत्युक्ते अश्वान् अपि विक्रीय यथेष्टं धनं सम्पादयिष्यामि इति ब्राह्मण चिन्तयति. अश्वान् क्रीणति, यथेष्टं धनं सम्पादयति, क्रीणति तदनन्तरं सः अपि केवलं क्रीणाति न, तत् अनन्तरं धनमपि सम्पादयिष्यामि. तत् विक्रीय धनं सम्पादयिष्यामि इति सः चिन्तयति. एतावत् कोऽपि प्रश्नः अस्ति वा? सर्वे अवगच्छन्ति वा ब्राह्मणः किं चिन्तयति इति? अस्तु, अग्रे. बृहत् गृहं निर्मापयिष्यामि. सः चिन्तयति बृहत् गृहं निर्माणं कृतवान् इति चिन्तयति. करोमि खलु. तदा कश्चित् ब्राह्मणः आगत्य रूपवती स्वकन्याः मह्यं दास्यति. तत्र तदा काचित् ब्राह्मणः आगत्य अपि आगत्य मह्यं दास्यति. अर्थः कः? ब्राह्मणः चिन्तयति यदि इदानीं ब्राह्मणः दरिद्रः अस्ति, अश्वान् सः धनं सम्पादयिष्यामि इति सः चिन्तयति. इदानीं सः धनिकः भवति इति मनसि धनिकः अस्मि इति चिन्ता अस्ति. अपि तदनन्तरं बृहद्गृहमपि अहं निर्माणं कृतवान् इति सः सः तस्मिन् मनसि अस्ति. इदानीं किं भवति? बृहत् गृहम् अनन्तरं चिन्तयति कोऽपि ब्राह्मणः आगत्य वधूः दास्यति इति स्वकन्याम् इत्युक्ते ओन् डाटर् तस्य पुत्रीं. रूपवतीम् इत्युक्ते बहु सुन्दरी सुन्दरीं. रूपवती अथवा सुन्दरी. सुन्दरी स्वकन्या. इदानीं किमर्थं रूपवतीं स्वकन्याम् इति अस्ति तत्र? रूपवतीम् इति द्वितीय विभक्ति अस्ति, एकवचनं. रूपवतीम् आगत्य रूपवतीं स्वकन्याम् इदानीम् एव द्विवचनम् अस्ति महोदय. क्षम्यतां, द्वितीयविभक्ति प्रथम एकवचनं महोदय. किमर्थं किमर्थम् अस्ति? कर्मपदमस्ति महोदय. ब्राह्मणः कर्तृपदमस्ति, क्रियापदमस्ति, स्वकन्याम् इति कर्मपदमस्ति, रूपवती स्वकन्या इति विशेषण विशेषभावः अस्ति. विशेष्यस्य द्वितीयविभक्ति, विशेषणस्य अपि द्वितीयविभक्ति, तदपि कर्मफलम्. अतः रूपवतीम् इति भवति. समीचीनं भगिनि, अग्रे. मह्यम् इति षष्टिविभक्तौ अस्ति, ददामि. मह्यं षष्टिविभक्ति नास्ति. आमां, चतुर्थी दास्यति इति ददाति इति भविष्यत्काले दास्यति. दास्यति, समीचीनं भगिनि. अग्रे. अनन्तरं मम पुत्रः जनिष्यते. अनन्तरं मम पुत्रः जनिष्यते इति चिन्तयति, पुत्रः भवति भविष्यति. देवशर्मा इति तस्य नामकरणं करिष्यामि. अस्य इदानीं दरिद्रब्राह्मणस्य पुत्रस्य नाम अस्ति देवशर्मा इति. अस्तु, इदानीं यदा सः जानुभ्यां चलितुं समर्थः भविष्यति तदा अहम् अश्वशालायां पुस्तकं पठिष्यामि. यदा तदा इति उपयोगं कृतवान्. सः जानुभ्याम् इत्युक्ते पादेन चलति, पादौ चलति. जानुभ्याम् इत्युक्ते जानु इत्युक्ते किं? नी जानुभ्याम् इत्युक्ते नीज् यत् झानु इति कः वदति? अपि भ्याम् इति किमर्थम्? जानुभ्यं द्वितीयविभक्ति अस्ति, षष्टि द्विवचने अस्ति, षष्टिविभक्तौ अस्ति महोदय. भवती उक्तवती पादेन इति उक्तवती खलु भगिनी, तत्र तृतीया आसीत्. तृतीया आसीत्. चलितुं समर्थः भविष्यति तदा अहम् अश्वशालायां पुस्तकं पठिष्य. अश्वशालायाम् इति अहं किम्? एकवारं भगिनि, समर्थः इत्युक्ते किम्? अहं संस्कृतपदं न संस्कृतपदं भवती जानाति. समर्थः चलितुं समर्थः. अन्या रीत्या वदतु. सः चलनं करोति. समर्थः इति अर्थः तत्र समर्थः इति. अन्यत् पदं भवती जानाति? अहं वदामि भवती एतत् वाक्यम् अन्या रीत्या वक्तुं शक्नोति इति. समर्थः शक्नोति. इदानीं तदेव वदतु, चलितुं शक्नोति. आं महोदय, धन्यवादः. शक्नोति. तदा अहम् अश्वशालायां पुस्तकं पठिष्यामि. अश्वशालायां किमर्थं महोदय? तस्य समीपे अश्वाः सन्ति, अजाः सन्ति. कुत्रापि पुस्तकं पठितुं शक्नोति, किन्तु कथायाम् एतद् अस्ति अश्वशालायाम् इति. तावदेव. अश्वशालायाम् इति षष्टिविभक्तौ अस्ति न महोदय? अश्वशालायाम् इति सप्तमी विभक्ति. पठिष्यामि तदा देवशर्मा जानुभ्यां चलन् मम समीपम् आगन्तुम् उद्युक्तं भविष्यति. उद्युक्तः च तदा देवशर्मा जानुभ्यां इति अहं तृतीयवक्तमस्ति. चलन् मम समीपं चलन् चलन् इति पदं किं पदं महोदय? गच्छन् गच्छन् इति शत्रान्तरूपम् इति वदामः. तत्र किं सः करोति तत्र पश्यामः. तदा देवशर्मः जानुभ्यां चलति अपि समीपम् आगन्तुम् उद्युक्तः भवति. अत्र उद्युक्तः अपि अस्ति चलति अपि, अतः कार्यद्वयं भवति. अतः चलन् अहं गच्छन् गायामि, अहं गच्छामि गायामि च अहं गच्छन् गायामि इति भवति वाक्यम्. अत्र तदा देवशर्मा जानुभ्यां चलन् मम समीपम् आगन्तुम् उद्युक्तः भविष्यति. अस्तु, शोभा भगिनी अग्रे तत्र समर्थः पूर्वस्मिन् वाक्ये समर्थः इति आसीत्, तत्र समर्थः भविष्यति इति. तत्र समर्थः अपि सः, तयोः सम्बन्धः किमिति जानाति वा? तत्र समर्थः अपि सः सः चलितुं शक्नोति इति सम्बन्धः सम्बन्धः तत्र समर्थः इति विशेषणं भवति. सः समर्थः, सः उत्तमः, सः समर्थः, तादृशरूपम्. इदानीम् एतस्मिन् वाक्ये अग्रिमवाक्ये तादृशसम्बन्धः अस्ति वा? सः किमपि विशेषणम् अग्रिमं वाक्ये? तदा देवशर्मा जानुभ्यां, यदा सः जानुभ्यां, सेम् वाक्यं महोदय? न न, अग्रिमवाक्यम् अग्रिमवाक्यं तदा देवशर्मा जानुभ्यां चलन् मम समीपम् आगन्तुम् उद्युक्तः भविष्यति. सः समर्थः इव उद्युक्तः इति अस्ति. उद्युक्तः इति विशेषणं भवति. सः उद्युक्तः इति भवति. कोऽपि जानाति वा उद्युक्तः इत्युक्ते किम् इति? उद्युक्तः एक्सैटेड्, उद्युक्तः. हा समीचीनं समीचीनं. देवशर्मा जानुभ्यां चलन् तस्य समीपम् आगन्तुम् उद्युक्तः भविष्यति. भविष्यति अर्थम् अवगतं खलु भगिनि? अवगच्छामि महोदय. अस्तु, इदानीम् अग्रे पठामः तत्र. तदा तं बालं ग्रहीतुं तस्य मातरम् आज्ञापयिष्यामि. तदा सः किं करोति? सः बालं गृह्णाति वा? न. तदा ब्राह्मणः तं बालं गृहीतुं तस्य मातरं अथवा तस्य पत्नीं आज्ञापयति. आज्ञापयति. इदानीम् अत्र तस्य इत्युक्ते मातरम् अस्ति. तस्य मातरम् इत्युक्ते बालस्य मातरं. बालस्य मातरं. बालस्य मातरं. मातरं सः आज्ञापनं करोति इति चिन्तयति सः. समीचीनं भगिनि. अग्रे. यदा सा मम वचनं न श्रोष्यति तदा अहं कोपेन पादप्रहारेण तां दण्डयिष्यामि इति. अस्तु, सः कोपेन किमपि सः करोति. अर्थमस्ति यदा यावत् पत्नी न आज्ञां पालनं न करोति तदा यदि सा न करोति तदा वचनं पालनं न करोति तदा ब्राह्मणः चिन्तयति कोपेन तं पादप्रहारेण तां तां इत्युक्ते पत्नीं दण्डयिष्यामि इति सः चिन्तयति इति सः एषः ब्राह्मणः चिन्तयति इदानीं एवं चिन्तयन् सः पादप्रहारं कृतवान् एव पूर्वं दृष्टवन्तः चलन् इति तादृशरूपमेव अस्ति चिन्तयन् चिन्तयन् कृतवान् एव तत्र अन्यत्र वाक्ये द्वे पदानि कार्यद्वयमासीत् अत्रापि भगिनि समीचीनप्रश्नः अत्र ब्राह्मणः किं करोति सः चिन्तयति तस्मिन् एव समये सः पादप्रहारमपि करोति चिन्तयति तदनन्तरं पादप्रहारं करोति इति न एकस्मिन् समये कार्यद्वयं भवति चिन्तनमपि भवति पादप्रहारमपि भवति कार्यद्वयं भवति महोदय चिन्तनं कृत्वा पादप्रहार न समीचीनं न भवति न महोदय यदि चिन्तनं अनन्तरं पादप्रहारेण कृतवान् त्वान्तप्रयोगम् एव उपयोगं करोमि तत्र त्वान्तं भवति चिन्तनं कृत्वा अथवा चिन्तयित्वा इति चिन्तित्वा इति पादप्रहरणं करोति पिष्टेन अत्र कृतवान् एव इति अस्ति भगिनि प्रथमम् एवम् अस्ति तदनन्तरम् एव इति अस्ति एवम् इत्युक्ते किं तदनन्तरम् एव इत्युक्ते किं द्वे कर्माणि अपि एक he did both of them at the same time tat chintayaniti chintayaniti asti satyam bhagine kintu evam chintayaniti yukte kim evam chintayam ityukte iti chintayati iti yadvayam drushtavantah tadrusha chintanam tadrusham chintanam sah kurvan asti tasmin samye sah पादप्रहारं कृतवान् इदानीम् एव इति अस्ति एव इत्युक्ते इदानीं आल्सो आल्सो हा न एक्चुलि डिड् इट् इति हा हि डिड् इट् फार् श्योर् इति हा पादप्रहारं कृतवान् एव पिष्टेन पूर्णः घटः पतितः पिष्टेन पूर्णः इत्युक्ते घटं घटः अस्ति घटे पिष्टम् अस्ति पूर्णः अस्ति घटं पूर्णः अस्ति तत् घटं सः घटः पतितः घटः पतति तदनन्तरं वयं घटः अस्ति तत् पतति इत्युक्ते तदनन्तरं किं भवति घटः पतितः अस्ति इति पतितः घटः इति वदामः पतितः कर्मणि रूपं खलु किं भगिनि कर्मणि रूपं वा पतितः सत्यं सत्यं सत्यं भगिनि पाठं पठामि अहं पठितवान् किन्तु पाठं पठितम् इति पठितं तादृशरूपमेव अस्ति भगिनि समीचीनं घटः पतितः वयं पतति स्म इति वक्तुं शक्नुमः किं तत्र पतति स्म इति क्रियापदं भवति भगिनि इदानीं किं भवति एतत् विशेषणम् अस्ति फालन् पाट् इति फालन् पाट् फालन् इति अड्जेक्टिव् भवति वाट् टैप् आफ् पाट् फालन् पाट् पतितः घटः पतितः घटः ओके भग्नः च भग्नः इत्युक्ते भग्नः इत्युक्ते ब्रोक् नष्टः ब्रोकन् नष्टः भग्नः ब्रोकन् हा घटः पतितः अपि भग्नः च हा अस्तु इदानीं तत्र पिष्टेन पूर्णः घटः इदानीं पिष्टेन अपूर्णः अपि घटः अपि नास्ति अत्र अस्तु इदानीम् अन्तिमवाक्यं किम् अस्ति तत्र आगतवती अस्ति आगतवतीं चिन्ताम् असम्भाव्यां करोति यः ब्राह्मणः चिन्तनं किं विषये करोति कीदृशं चिन्तनं करोति ब्राह्मणः न आगतवती समथिङ्ग् दट् वास् नाट् गोयिङ्ग् टु कम् नाट् गोयिङ्ग् टु हेपन् इति विषये चिन्तनं कृतवान् सा एव पाण्डुरः अर्थं न जानामि महोदय पाण्डुरः शेते तदनन्तरं किम् अस्ति तद् वदतु सा एव पाण्डुरः शेते देवशर्मा पिता यथा तत्र किं भवति यः सः इति तादृश यः सः इति प्रयोगः अस्ति यः अद्य आगतवान् तस्य नाम रमेशः इति वक्तुं शक्नुमः हि हू जस्ट् हेस् कम् टुडे हिस् नेम् इस् रमेश इति यः सः यः आगतवान् तस्य नाम रमेशः इति तत्र यः किं करोति यः करोति यः किं करोति चिन्तां करोति यः कीदृशां चिन्तां करोति चिन्ताम् इति अस्ति स्त्रीलिङ्गे अस्ति चिन्ता चिन्ताम् इति स्त्रीलिङ्गे अस्ति कीदृशां चिन्तां करोति अनागतवतीं चिन्तां यः करोति केवलम् अनागतवतीं चिन्तां न यः अनागतवतीम् असम्भाव्याम् असम्भाव्याम् इत्युक्ते किम् अस्ति सम्भावना इति असम्भाव्याम् इति किमस्ति सम्भवं नास्ति असम्भाव्यां तादृशः चिन्तनं यः करोति सः एव देवशर्मपिता यथा पाण्डुरः शेते इति डे ड्रीमिङ्ग् पाण्डुरः इति वैट् इति शेते शेते इति युक्ते शयनं करोति इति शयनं करोति प्रथमतः देशे दुर्भिक्षः नास्ति अनागतवतीं तत् पदम् अनागतवतीं उपरि असम्भाव्यां यदि अस्ति चेत् इवन् देन् यदि अस्ति तर्हि असम्भाव्यां किम् अस्ति चेत् ब्राह्मणा वुड् एतत् क्रेषयामि एतत् एतत् विक्रीय अन्यत् अपि क्रेषयामि तदनन्तरं कोऽपि तस्य उपायम् असम्भवम् अस्ति तस्य चिन्ता असम्भाव्या अस्ति अन्य कोऽपि मह्यं पुत्रीं दास्यति तदनन्तरं पुत्रः तस्य जननं भवति एतत् सर्वं असम्भवं किन्तु अनागतवती असम्भाव्याम् इति तस्मिन् अन्तर्भूतः अस्ति अस्तु एतदेव अस्ति महोदय यथा भारतदेशे सर्वे अपि चिन्तनं करोति 72,000 आगच्छति इति सत्यं महोदय एतदेव अस्ति अस्तु सर्वे कथम् अवगच्छन्ति वा प्रश्नः अस्ति वा तत्र महोदय पाण्डुरः शेते डे ड्रीमिङ्ग् महोदय पाण्डुरः इति वैट् इति मन्ये शेते शेते इत्युक्ते यः शयनं करोति पाण्डुरः शेते इति लिटरलि तादृशं नास्ति किन्तु डे ड्रीमिङ्ग् अस्ति किन्तु कथायां एकदा रात्रौ इति अस्ति किन्तु तदेव अस्ति तद् सः तावदेव अस्तु कथायां तादृश किन्तु पाण्डुरः शेते इत्युक्ते डे ड्रीमिङ्ग् इति अर्थः इति मन्ये अस्तु अस्तु एतदेव विषयः अस्ति अद्यतनविषयः अपेक्षया अपि अविरुद्धार्थकशब्दः अपि एषा कथा अस्तु अग्रिमवर्गे मिलामः अस्तु भगिनि धन्यवादः अस्तु अग्रिमवर्गे मिलामः धन्यवादः नमस्कारः धन्यवादः नमस्कारः महोदय.